सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्, वर्तमानेन कालेन वर्तयन्ति विचक्षणाः. इत्युक्ते व्यतीतशोकविषये मा चिन्तयतु, अनागतेषु विषयेषु अपि चिन्ता त्यक्तव्या. इत्युक्ते अनागतेषु विषयेषु इत्युक्ते इदानीं पर्यन्तं ये विषयाः न आगताः तेषां विषये अपि चिन्तां मा करोतु. तदा अस्माकं कर्तव्यं किम् इत्युक्ते, वर्तमानकाले यत् कर्तुं शक्यं तस्मिन् विषये सम्यक् अवधानं दत्त्वा कार्यं करोतु. तेन वयं कृतकृत्यतां प्राप्नुमः. तदेव विचक्षणानां लक्षणं. विचक्षणाः इत्युक्ते प्रज्ञावन्तः पुरुषाः. ते किं कुर्वन्ति? ते वर्तमानकाले यत् कर्तुं शक्यं तैः तदेव कार्यं मनसा वाचा कर्मणा अवधानं दत्त्वा ते कुर्वन्ति. अतः एव ते प्रज्ञावन्तः पुरुषाः कार्यसिद्धिं प्राप्नुवन्ति. तथा एव वयमपि तान् प्रज्ञावतः पुरुषान् अनुसृत्य कार्यं कुर्मः. इदानीम् अस्माकं कार्यमस्ति संस्कृताध्ययनं. संस्कृताध्ययनेन वयमपि विचक्षणाः भवितुं शक्नुमः. तदर्थं भवन्तः सर्वे सिद्धाः इति अहं चिन्तयामि. सम्यक् अस्ति. अनन्तरं गते सप्ताहे अहं किञ्चित् गृहपाठं प्रेषितवती. गतसप्ताहस्य विषयः अस्ति, तदा वयं कानिचन पदानि ज्ञातवन्तः, यथा कदा, अद्य, ह्यः, श्वः, परह्यः, प्रपरह्यः, परश्वः, प्रपरश्वः, एतानि पदानि वयं ज्ञातवन्तः पूर्वमेव. अद्य वयम् इतोपि नूतनान् विषयान् ज्ञास्यामः. उत्तमम्. अधुना भगिनि एकः प्रश्नः. वदतु भगिनि. इति श्लोकं किं श्रोत किं वदतु भगिनि, पुनः पृच्छतु. श्लोकं अहम् उक्तवती, यत् श्लोकम् अहम् उक्तवती, यः श्लोकः किं श्रोत सोर्स् आङ्ग्लभाषायां वदतु, सम्यक्तया अहम् अवगन्तुं शक्नोमि. The source of that shloka. Where did you get the shloka? किमपि भगिनि, केवलं मम पार्श्वे कानिचन पुस्तकानि सन्ति. अद्य वयं अद्य, ह्यः, श्वः इत्यस्मिन् विषये पठामः, अतः एव वयम् अहं तत् श्लोकं स्वीकृतवती. बहु सुन्दरं, धन्यवादः. अस्तु भगिनि. अनन्तरं अधुना वयं किं कुर्मः इत्युक्ते, गते सप्ताहे वयम् अधुना किञ्चित् गृहपाठविषये चिन्तनं कुर्मः. अत्र शोभा भगिनी भवती श्रावयतु भवत्याः पार्श्वे वाक्यानि सन्ति चेत्. प्रथमतया प्रपरश्वः वयं देवालयं गमिष्यामः. भगिनी प्रपरश्वः उक्तवती. सारी भगिनी, ऐ चेञ्ज् इट्, ऐ हेड् इट् इन् फ्यूचर् देन् चेञ्ज् इट् टु फास्ट्. प्रपरश्वः वयं देवालयं गतवन्तः. ह्यः अहम् आपणं गतवती. उत्तमम्. अद्य गगने बहूनि मेघानि सन्ति, प्रायशः वृष्टिः भविष्यति. उत्तमम् उत्तमं भगिनि, परन्तु अहं चिन्तयामि गते सप्ताहे एव वयं पठितवन्तः तस्मिन् निबन्धे किं दत्तमस्ति, मेघाः इति दत्तमस्ति. भवती गते सप्ताहे एव वयं पठितवन्तः तत्र मेघाः इति तत्र अस्ति चेत् पदं पुंलिङ्गपदम् इति अहं चिन्तयामि. किञ्चित् समीकृत्य वदतु. अद्य गगने बहवः मेघाः सन्ति. इदानीं समीचीनं. ऐ फर्गाट्. नमस्ते भगिनि. स्वागतं स्वागतं भगिनि. परह्यः प्रातः काले किञ्चित् शैत्यम् आसीत्. किञ्चित् श्वः अहं अत्र भगिनि अत्र अहम् एकं वक्तुम् इच्छामि. भवती यदुक्तवती तत् सम्यक् एव. किञ्चित् इति पदम् अव्ययम्, अतः तस्य परिवर्तनं न कदापि भवति. परन्तु अत्र कञ्चित् एकं पदमस्ति, तथा एव काञ्चित् अपि अस्ति. यदि विशेषणरूपेण तस्य उपयोगं कुर्मः इत्युक्ते वदतु. सो प्रातःकाले इट् डिपेण्ड्स् आन् प्रातःकालः रैट् भगिनि. भवती यदुक्तवती केवलं वदामि, भवती यदुक्तवती तत् सम्यक् एव. परन्तु किञ्चित् पदमस्ति, अपि च कञ्चित् अस्ति, अपि च काञ्चित्. ऐ एम् ट्रैङ्ग् टु जस्ट् अण्डर्स्टाण्ड् द डिफरेन्स् of when to use them bhagini. Kanchit kachit kachit strilinga kachit mahila asti mahila ha kachit vruddha kaschit vruddha kanchit kada upayogam kurmaha bhagini. Kanchit ichukte kah shabdasya dvitiya roopam कर्मपदं कः शब्दस्य द्वितीयरूपं द्वितीयरूपं कञ्चित् कञ्चित् अद्य अहं कञ्चित् वृद्धं पश्यामि, दृष्टवती कञ्चित् वृद्धम्. ओके अद्य अहं कञ्चित् ग्रन्थं पठितवती. परन्तु किञ्चित् सम्यक् एव वदतु. ओके ओके श्वः डिड् ऐ गेट् इट् इन् देर् श्वः अहं ओके ऐ ट्रै टु मेक् ए सेण्टेन्स् प्लीस् मम सहायं कृपया करोतु भगिनि. ऐ वाण्ट् टु गो फार् ए वाक् टु एन्जाय् द वसन्त ऋत्वः ब्यूटि वाकिङ्ग् ऐ डोण्ट् नो भगिनि. भगिनि भवत्याः पार्श्वे यानि वाक्यानि सन्ति तानि श्रावयन्तु प्रथमतया, अग्रे गत्वा वयं तस्मिन् विषये चिन्तयामः. यदि भवती लिखितवती चेत् श्रावयतु. श्वः अहं वसन्तकालस्य सौन्दर्यं द्रष्टुं वाकिङ्ग् द्रष्टुं गमिष्यामि. ओके द्रक्ष्यामि. ओके drashtum gamishyami I think is what I was trying to say bhagini, like I want to go to see all the beautiful flowers and of vasanta kala. Parashvaha vayam ekam chalana chitram drushtva gamishyamaha. Drashtum gamishyamaha tadeva drashtum. Okay drashtum. Oh drushtva becomes some other meaning. Okay. प्रपरश्यः प्रपरह्यः मम पुत्री अपि पुत्रः च मम गृहे आगतवन्तः. अस्तु, धन्यवादः. इत्यपि वाक्यानि सन्ति वा? आं भगिनि, श्रावयतु. नो सारि, इतोपि पर्याप्तं, पर्याप्तम्, उत्तमम्, उत्तमम्. अधुना आचार्य महोदय भवान् श्रावयतु. अद्य भारते लोकसभायाः निर्वाचनकार्यक्रमस्य आरम्भः जातः. श्वः अहं चलचित्रं द्रष्टुं चित्रमन्दिरे गमिष्यामि. परश्वः मम मातुलः गृहम् आगमिष्यति. अद्यतनकार्यम् इदानीमेव करणीयं, श्वस्तनकार्यम् अद्यैव करणीयं, यतः श्वः किं भवति इति को जानाति. यः अहं मम भागिनेयस्य ब्रह्मोपदेशस्य कार्यक्रमं कार्यक्रमे गतवान् या कार्यक्रमं गतवान्? कार्यक्रमं गतवान्. ओके, द्वितीय कर्मपद. ओके, कार्यक्रमं गतवान् अस्ति. अकर्मक भगिनी, कार्यक्रमं गतवान् इत्युक्ते अत्र गम् धातुः तत्र गन्तव्यस्थानमस्ति, अतः यदि गन्तव्यस्थानमस्ति चेत् सर्वदा द्वितीयावेव. कार्यक्रमे समीचीनं नास्ति वा? कार्यक्रमे गतवान्, ओके, कार्यक्रमे भागं वोढुं गतवान् तपि तदा समीचीनं. कार्यक्रमे भागं वोढुं गतवान्. ओके, कार्यक्रमं गतवान्. ओके भगिनी, क्षम्यताम्, अत्र एकः प्रश्नः अस्ति. वोडुं पदस्य मूलरूपं वोडुं कर्मपदम् अस्ति. अवगतवती भगिनी. महोदय, भवान् जानाति चेत् वदतु, अथवा अहं वदामि. टु पार्टिसिपेट् वोडुम्. उत्तमम्. इत्युक्ते अत्र भगिनि वह् धातुः अस्ति. वह् धातुतः वहति इति क्रियापदम् आगच्छति. वहति इति पदस्य तुमन्नन्तरूपं ओढुम्. ओढुम् वहति अर्थं क्यारि आल्सो अस्ति न भगिनि? क्यारि आल्सो. अत्र वयं भवती एव उक्तवती, अहं द्रष्टुं गतवती, अहं द्रष्टुं गमिष्यामि इति उक्तवती. द्रष्टुम् इति पदं तुमुन्नन्तपदं, तथा एव वहति द्रष्टुं कुतः आगतः? द्रष्टुम् इति पदं कुतः आगतः इत्युक्ते पश्यति, इति अहं पूर्वमेव उक्तवती. पश्यति इति पदस्य धातुरूपं दृश्. दृष् धातुतः पश्यति इति क्रियापदम् आगच्छति, तस्य तुमुन्नन्तरूपं द्रष्टुं. तथा एव वह् धातोः क्रियापदं वहति, अपि च तस्य तुमुन्नन्तरूपं ओढुम्. ओढुम्. धन्यवादः भगिनि. तथा एव वदतु भगिनि. क्षम्यतां भगिनि, ओढुम् उच्यते टु फ्लो? ओढुम् इत्युक्ते फ्लो न भगिनि, तत्र भागम् ओढुम् इच्छामि. ऐ वाण्ट् टु पार्टिसिपेट् भाग. तत्र पश्यतु भगिनि, अहम् अस्मिन् कार्यक्रमे भागम् ओढुम् इच्छामि, अथवा अहं संस्कृतकक्षायां पठितुं भागम् ओढुम् इच्छामि इत्युक्ते ऐ वाण्ट् टु पार्टिसिपेट् इन् द क्लास्. सम्यक् वा? धन्यवादः. भवती किं चिन्तयति वदतु. वहति तु नद्यः वहन्ति. वदतु भगिनि. नद्यः वहन्ति, तत्तु समीचीनमेव, परन्तु अत्र सन्दर्भः कः, अस्मिन् काण्टेक्स्ट् कः? इन् दिस् काण्टेक्स्ट् नो, तत्र तद्वाक्यं समीचीनं भगिनि, अहं चिन्तयामि. उत्तमम्. अपि च शोभा भगिनी, अहम् अन्यं पदं वदामि. सहते सहते इति पदमस्ति, तथा एव सहते इति पदस्य तुमनन्तरूपं सोढुम्. ओ सोढुं तथा सोढुम्. अहं भारं सोढुं शक्नोमि, अहं बाधां सोढुं शक्नोमि, अहं मम बाधां सोढुं न शक्तवती. सोढुम् इत्युक्ते ऐ कुडन्ट् टालरेट् द पेन्. ऐ कुडन्ट् टालरेट् द पेन् इत्युक्ते मम बाधां सोढुं न शक्तवती. उत्तमं, स्वागतं महोदय. सतीश् महोदय स्वागतं, धन्यवादः. अधुना भगिनि, अधुना महोदय, आचार्य महोदय श्रावयतु. तावदेव भगिनि. ओ इतोपि वाक्यानि न, पञ्चवाक्यानि एव लिखितवान्. अस्तु अस्तु अस्तु अस्तु. अधुना वंशीसुधा भगिनि श्रावयतु. आं भगिनि, प्रपरह्यः मम मित्रेण सह पुस्तकप्रदर्शिनीं गतवती आसम्. प्रपरह्यः उक्तवती वा? आम् आम् भगिनि, प्रपरह्यः. प्रपरह्य इति ह्यः, प्रपरह्यः अहं गमिष्यामि. परह्यः त्वं कदा मम गृहे आगच्छः? पुनः पुनः. परह्यः त्वं कदा मम गृहे आगच्छ? लङ्लकारे मध्यमपुरुषे एकवचनं, एकवचनं त्वम् आगच्छ. सम्यक् भगिनि, सम्यक् एव. ह्यस्तनदिनाङ्के मम पुत्र्याः अन्तिमा परीक्षा. अद्य अहं मम मताधिकारम् उपयोगं कृतवती. पूर्वस्मिन् वाक्ये भगिनि ह्यस्तनदिने सम्यक् वा? ह्यस्तनदिने वदा, ह्यस्तनदिने वदामः वा, नो चेत् ह्यस्तनदिनाङ्के वदामः वा? किं सम्यक् भवति? ह्यस्तने यस्टर्डेस् डे, दिनाङ्के किं समीचीनमेव भगिनि? दिने सम्यक् अस्ति वा, दिनाङ्के सम्यक् अस्ति वा? अहं किञ्चित् संशयः अस्ति. सम्यक् एव, सम्यक् एव, केवलं पृच्छामि. सम्यक् एव, हस्तनदिनाङ्के इति, दिनाङ्के इति सप्तमीविभक्तौ अस्ति भगिनि? आम् आम् आम्. अहं लिखितवती परन्तु, दिने अपि अहं लिखितवती परन्तु संशयः अस्ति. अहं किञ्चित् परिवर्तनं कृतवती, दिनाङ्के अहं लिखितवती, कुत्रचित् पठितवती, इदानीमेव अहं लिखितवती. अत्र अत्रापि एकं सन्देहमस्ति, ह्यस्तन अर्थं केन् वि से यस्टर्डेस् डे ह्यस्तनदिने ह्यः एव पर्याप्तं. ह्यस्तन कथम् उपयोगं कुर्वन्ति? ह्यस्तनकार्यं स्वस्तन यस्टर्डेस् वर्क्, यस्टर्डेस् समथिंग रिलेटेड टु यस्टर्डे. इट्सेल्फ मीन्स यस्टर्डे. अत्र ह्यः, ह्यः ह्यः इत्युक्ते यस्टर्डे, ह्यस्तन इत्युक्ते यस्टर्डेस् वर्क्, यस्टर्डेस् न्यूस् पेपर्, यस्टर्डेस् न्यूस् पेपर् तथा. अधुना वक्तुं भगिनि वदतु, अद्यतन इदानीं ह्यस्तन मम पुत्र्याः अन्तिमाः परीक्षा सम्यक् भगिनि? अन्तिमा परीक्षा समाप्ता. अन्तिमा परीक्षा स्त्रीलिङ्ग अस्ति चेत् अन्तिमा परीक्षा. उत्तमम्. अद्य अहं मम मताधिकारम् उपयोगं कृतवती. उपयोगं अत्र उपयोगम् इति पदं योजितवती भवती, अतः अहं चिन्तयामि मताधिकारस्य इत्युक्ते किमर्थम् इत्युक्ते तत्र भगिनी उपयोगम् इति पदं ल्युडन्तपदम् इति अहं चिन्तयामि, अतः तत्र मताधिकारस्य उपयोगं कृतवती, नो चेत् मताधिकारं वदतु, तदेव वदतु, मताधिकारस्य उपयोगं कृतवती. श्वः दिनाङ्के अधुना मां किमपि योजना न भविष्यति. भवती किं पुनः एकवारं वदतु, तदेव श्वः दिनाङ्के अहं लिखितवती, श्वः दिनाङ्के अधुना मां किमपि योजना न भविष्यति. इत्युक्ते श्वः दिनाङ्के तस्य आवश्यकता नास्ति, दिनाङ्के त्यजतु, किं लिखामि भगिनि, श्वः मम कोऽपि योजना कापि योजना नास्ति. कापि अहं किमपि अव्ययपदं लिखितवती. उत्तमं, किमपि योजना कापि स्त्रीलिङ्ग अस्ति चेत् योजना स्त्रीलिङ्ग कापि न भविष्यति. सम्यक् भगिनि, परश्वः श्रीरामस्य पूजायाः वस्तूनि क्रेतुं गमिष्यामि. उत्तमं, प्रपरश्वः पूजायाः न पूजार्थं पूजार्थम् आम् अथवा पूजार्थम् इत्यपि समीचीनं, नो चेत् पूजापदस्य चतुर्थी रूपं पूजायै आम् पूजार्थं या पूजायै. सम्यक् भगिनि, वाक्यं पुनः वदतु, तदेव वाक्यं वदतु. परश्वः श्रीरामस्य पूजार्थम् अथवा पूजायै वस्तूनि क्रेतुं गमिष्यामि. परश्वः मम सदनिकायां सीतारामयोः विवाहमहोत्सवं भविष्यति. उत्तमं, प्रपरश्वः तदेव अहं लिखितवती भगिनि. सम्यक् सम्यक् भगिनि, धन्यवादः. भूमा भगिनी वदतु, वाक्यानि श्रावयतु. अद्य मम गृहे सत्यनारायणपूजार्थं सर्वे बान्धवाः आगतवन्तः. श्वः गोपालः विद्यालयं गन्तुं न इच्छति. परश्वः मम दौहित्र्याः भगिनी अत्र भगिनी द्वितीयं वाक्यं पुनः श्रावयतु, अत्र पुनः श्रावयतु तदेव वाक्यं, द्वितीयं वाक्यं. गोपालः श्वः गोपालः विद्यालयं गन्तुं न इच्छति. श्वः उत्तमः. परश्वः मम दौहित्र्याः जन्मदिनमस्ति. प्रपरश्वः रामस्य जन्मदिनाङ्कं कोलाहलेन देवालये सर्वे जनाः आचरन्ति. आचरन्ति, उत्तमम्. अनन्तरं तावदेव वा. मम सहोदरः मां द्रष्टुम् आगतवतः. मम सहोदरः आगतः, मम भ्राता अगच्छत् मम दर्शनार्थं अगच्छत् परह्यः मम मम गृहे बन्धुजनाः उपस्थिताः परह्यः वा परह्यः उपस्थिताः इति समीचीनम् उपस्थिताः इति तत्र क्तान्तरूपं तदपि भूतकालार्थे भवति परन्तु यदि भवती तवत् योजयित्वा वक्तुमिच्छति चेत् उपस्थितवन्तः उपस्थितवन्तः उपस्थिताः अपि समीचीनं स्त्रीलिङ्गे उपस्थिताः न न स्त्रीलिङ्गे न तत्र बहुवचने बहुवचने अत्र चिन्तयतु स्त्रीलिङ्गे अपि च पुंलिङ्गे क्तान्तरूपाणि समानानि भवन्ति कथं स्त्रीलिङ्गे कथं वदामः उपस्थिताः एकवचने बहुवचने किं भवति उपस्थिताः तथा एव स्त्रीलिङ्गे किं भवति उपस्थिता बहुवचनं उपस्थिताः एव परं कथं वयं कथं ज्ञातुं शक्नुमः तथा अस्ति चेत् उपस्थिताः इति पदं पुंलिङ्गे अस्ति वा अथवा स्त्रीलिङ्गे अस्ति वा कथं ज्ञातुं शक्नुमः कर्तृपदं दृष्ट्वा कर्तृपदं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः उत्तमम् परह्यः सर्वे अटनार्थं उद्यानवनं गतवन्तः अदेव तदानीम् उत्तमं धन्यवादः सतीश् महोदय श्रावयतु वाक्यानि सन्ति चेत् I didn't do the homework yet. I'm sorry. Astu, astu. Anantram. Anantram. Astu, astu. Gitanjali Bhagini, Shraviyetu. भगिनी भगिनी एकः संशयः अस्ति भगिनी एव उक्तवती दौहित्री जन्मदिनः दौहित्र्याः जन्मदिनमेव सम्यक् वा दौहित्री जन्मदिनं सम्यक् वा भगिनी दौहित्र्याः सम्यक् भवती भवती किं लिखितवती अहं शृणोमि भव दौहित्री जन्मदिनम् अहं चिन्तयामि सम्यक् शृणोति वा न अहं न जानामि परन्तु मम संशयः अस्ति अहं करोमि धन्यवादः भगिनि इत्युक्ते अत्र यद्भवती उक्तवती तत् समीचीनम् अहमेव न श्रुतवती सम्यक्तया भगिनि भूमा भगिनि तत्र दौहित्र्याः दौहित्र्याः अहं लिखितवती क्षम्यतां भगिनि अहं चिन्तितवती दौहित्री अत्र अधुना गीताञ्जलि भगिनी केवलं गीताञ्जलि भगिनी एव वदति अधुना वदतु भगिनि अद्य प्रातःकाले अहं संस्कृतं कक्षां शृणोमि अद्य प्रातःकाले संस्कृतकक्षां शृणोमि संस्कृतं कक्षाम् और् संस्कृतकक्षाम् अत्र भगिनि तत्र समासः अस्ति संस्कृतस्य कक्षा संस्कृतस्य कक्षा तत्रापि कक्षा एकं पदमस्ति कक्ष्या अन्यं पदमस्ति कक्षा इत्युक्ते केवलं प्रकोष्ठः परन्तु कक्ष्या इत्युक्ते पाठशालायां कक्ष्याः सन्ति तत्र छात्राः पठन्ति कक्ष्या इत्युक्ते यस्मिन् प्रकोष्ठे छात्राः पठन्ति तदेव कक्ष्या संस्कृतकक्षा संस्कृत तदर्थं भगिनि तत्र संस्कृतकक्षां तस्मिन् स्थले संस्कृतपाठं श्रुतवती पाठं श्रुतवती सम्यक् वा अद्य अद्यस्य पश्चात् श्वः शुक्रवासरः अस्ति अत्र भवती किं वक्तुमिच्छति अत्र अद्य गुरुवासरः अद्य गुरुवासरः, श्वः कः वासरः? अद्य गुरुवासरः, श्वः सोमवासरः, शुक्रवासरः. शुक्रवासरः. परश्वः कः वासरः? परश्वः शनिवासरः. उत्तमं. प्रपरश्वः कः वासरः? प्रपरश्वः रविवासरः. उत्तमं. ह्यः कः वासरः? ह्यः बुधवासरः. उत्तमम्. इत्युक्ते भवती सप्ताहे कति दिनानि सन्ति? सप्ताहे सप्तदिनानि सन्ति. उत्तमं. तेषां नाम वदतु, वासराणां नामानि वदतु एकवारम्. अद्यः गुरु बृहस्पतिवासरः. न न, केवलम् अद्य त्यजतु, अद्यः न, तत्र अद्य. अद्य रविवासरः, तदा वदतु, नामानि वदतु. रविवासरः, रविवासरः, सोमवासरः, मङ्गलवासरः, बुधवासरः, बृहस्पतिवासरः, शुक्रवासरः, शनिवासरः, रविवासरः. उत्तमम्. इत्युक्ते तेषाम् अन्यनामानि अपि सन्ति. अहं वदामि, रविवासरः अन्यनाम अस्ति, भानुवासरः. भानुवासरः. सोमवासरः तस्य अन्यनाम अस्ति, इन्दुवासरः. अपि च मङ्गलवासरः, तस्य अन्यनाम द्वयमस्ति, भौमवासरः अथवा कुजवासरः. बुधवासरः. भौमवासरः अथवा कुजवासरः. कुजवासरः. कुज इत्युक्ते मङ्गल, मङ्गलग्रहमेव. बुधवासरः अथवा सौम्यवासरः. सौम्य. गुरुवासरः अथवा बृहस्पतिवासरः. शुक्रवासरः अथवा भृगुवासरः. शनिवासरः अथवा मन्दवासरः अथवा स्थिरवासरः. मन्दवासरः. शनिवासरः इत्युक्ते इत्युक्ते शनिः इत्युक्ते यः शनैः शनैः चरति, सः एव शनैश्चरः. ओ, मन्दगमन. तदर्थमेव सः मन्दं मन्दं चलति, अथ एव मन्दवासरः. उत्तमम्. अधुना इदानीं पर्यन्तं वयम् अद्य कः दिनाङ्कः इत्यस्मिन् विषये वयं पठितवन्तः. यदि भवन्तः जानन्ति चेत् अद्य तिथिः का इति वक्तुमिच्छति चेत् गीताञ्जलि भगिनी वदतु, अद्य तिथिः का, जानाति वा? अद्य एकादश. एकादशी. उत्तमम्. अद्य अत्र अहम् एकं वक्तुमिच्छामि, भवन्तः यदि जानन्ति चेत् पुनस्मरणं भवति. यदि अद्य कः दिनाङ्कः इति वदामश्चेत् प्रथमदिनाङ्कः, द्वितीयदिनाङ्कः तथा वदामः. परन्तु तिथिं वदामश्चेत् प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, तत्र दीर्घैकारान्तपदानि, तथा एव स्त्रीलिङ्गे वदामः. तिथिः किमर्थं तिथिः? ह्रस्व इकारान्त स्त्रीलिङ्गपदम् तिथिः, यथा मतिः. तदर्थमेव त्रयोदशी, एकादशी तथा वदामः. अनन्तरं चतुर्दशी, पूर्णिमा, अद्य पूर्णिमातिथिः तथा एव अमावास्या तथा वदामः. इत्युक्ते एतानि पदानि स्त्रीलिङ्गपदानि. उत्तमं गीताञ्जलि भगिनी इतोपि श्रावयतु वाक्यानि सन्ति चेत् अद्य पश्चात् श्वः शुक्रवासरः अस्ति श्वः शुक्रवासरः तदेव वा तदेव भवती वक्तुमिच्छति वा अद्य पश्चात् किं पश्चात् किमर्थं तत्र आफ्टर् टुडे आफ्टर् टुडे इत्युक्ते श्वः एव सर्वे किं चिन्तयन्ति अद्य पश्चात् इत्युक्ते श्वः sentence that says after today comes Friday uttamo anyam vakyam shravayatu parahyah ubhe cha aham samskritam pathitavan samskritam pathitavati pathitavati उत्तमम् प्रपरह्यस्य आरम्भात् प्रपरह्य प्रपरह्य आरभ्य आरभ्य आरभ्य प्रपरह्य आरभ्य प्रपरश्व पर्यन्तम् एकः सप्ताहः पूर्णं भवति एकः सप्ताहः भवति एकः सप्ताहः भवति उत्तमं भगिनि अन्यं वाक्यं इतोपि वाक्यानि सन्ति वा नो चेत् अग्रे गच्छेम उत्तमम् अधुना वयं भगिनि इत्युक्ते वदतु भगिनि ल्यबन्तपदम् अर्थं किम् अस्ति भगिनि ल्यबन्तमित्युक्ते महोदय वदति वा अहं वदामि वा अहं जानामि वदतु महोदय ल्यप् मीन्स् गत्वा गत्वा गत्वा महोदय अहं वदामि अधुना अहं वदामि यदि भवन्तः सर्वे क्रियापदानि जानन्ति क्रियापदानि त्वान्तरूपं गच्छति इति पदात् गत्वा इति रूपम् आगच्छति गच्छति गत्वा तत् रूपं क्त्वान्तरूपम् इति वदामः परन्तु ल्यबन्तमित्युक्ते यदि यदि क्रियापदस्य पूर्वे तस्मिन् पूर्वे उपसर्गः अस्ति चेत् अस्माकं कृते द्वाविंशतिः उपसर्गाः सन्ति यदि धातोः पूर्वम् उपसर्गः अस्ति चेत् तदा एव ल्यबन्तरूपम् आगच्छति इत्युक्ते अधुना पुनः एकवारं वदामि गच्छति इति पदमस्ति गच्छति इति पदात् पूर्वम् आ इति उपसर्गं योजयामश्चेत् आगच्छति इति रूपम् आगच्छति रूपम् आगच्छति निष्पन्नं भवति गच्छति पदात् गत्वा स्वान्तरूपम् आगच्छति परन्तु आगच्छति तत्र आगत्वा न वदामः आगत्य इत्युक्ते धातोः पूर्वम् उपसर्गः अस्ति चेत् तत्र ल्यबन्तरूपम् आगच्छति धन्यवादः भगिनि अग्रे गत्वा वयं पठिष्यामः उत्तमं सर्वेषां पार्श्वे अत्र संशोधनकार्यं नाम्ना एकं करपत्रं प्रेषितवती संशोधनकार्यम् इत्युक्ते वि आर् ट्रैङ्ग् टु करेक्ट् दोस् सेण्टेन्सस् देर् आर् फैव् सेण्टेन्सस् देर् अहमेव लिखितवती सर्वे एकमेकं वाक्यं समीकुर्वन्तु एकं वाक्यं स्वीकृत्य समीकुर्वन्तु सर्वेषां पार्श्वे अस्ति वा? मम पार्श्वे नास्ति भगिनि. ह्यः प्रेषितवती अहं. ह्यः? नो चेत् अहं वाक्यानि वदामि, शृण्वन्तु, किञ्चित् समीकुर्वन्तु. महोदय, भवतः पार्श्वे करपत्रमस्ति वा महोदय? सतीश्, अस्ति चेत् प्रथमं वाक्यं पठतु. अहं पूर्वतन गृहकार्यं न अकरवम् अकरवं त्रुटिपूर्णम् अस्ति. अकरवं सम्यक् न. पुनः सर्वे शृण्वन्तु, सर्वे शृण्वन्तु, तत् वाक्यं सम्यक् वा न वा वदन्तु. अहं पूर्वतन गृहकार्यं न अकरवम्. अकुर्व अहं पूर्वतन गृहकार्यं न अकुर्व. अकुर्व अकुर्म अकुर्म ऐ थिङ्क् अकुर्व. अकरवम् अकरवम् इति दत्तमस्ति. अकरवं त्रुटिपूर्णमस्ति. महोदय, आचार्यमहोदय, भवान् किं चिन्तयति अस्मिन् विषये? इत्युक्ते अत्र अकरवम् इति पदं सम्यक् एव, परन्तु अकरवम् इति करोति इति पदस्य उत्तमपुरुष भूतकालार्थरूपम्. उत्तमपुरुष भूतकालार्थरूपम्. अहं पूर्वतनगृहकार्यं न अकरवं, तत्तु वाक्यं सम्यक्. पूर्वतन इत्युक्ते ह्यस्तन. ओके, ह्यस्तन. पूर्वतनगृहकार्यं न अकरवं. परन्तु अत्र गृहकार्यम् इत्यस्मिन् स्थले होम्वर्क् इति वदामश्चेत् तत्र गृहपाठः इति पदं समीचीनं पदम्. इत्युक्ते अहं पूर्वतनगृहपाठं न अकरवम्. अनन्तरं द्वितीयं वाक्यमस्ति, नीचैः द्वौ वाक्ये अलसस्य बालकस्य स्तः. अत्र अत्र पश्यन्तु, यदि भवतः पार्श्वे भवतां पार्श्वे करपत्रमस्ति चेत् सम्यक् भवति, नो चेत् केवलं शृण्वन्तु. अत्र नीचैः द्वौ वाक्ये इति अस्ति, तत् रूपं समीचीनं वा? न. सम्यक् रूपं किं? द्वे वाक्ये. उत्तमं. द्वे वाक्ये. अपि च अलसस्य बालकस्य स्तः. तत्र अलसस्य बालकस्य स्तः इत्युक्ते, गीताञ्जलि भगिनी वदतु अत्र किं रचनीयं तत्र? अलसस्य बालकस्य स्तः किमर्थं तत्र? वाक्यद्वयमस्ति तत्र. वाक्यद्वयम् अस्ति इत्युक्ते अत्र किं वदामः? किं वदामः तत्र? इत्युक्ते अत्र वाक्यद्वयमस्ति. अस्ति स्तः सन्ति, प्रथमाविभक्तौ अस्ति स्तः सन्ति. इत्युक्ते अत्र किं वक्तव्यम् इत्युक्ते, अधस्तन इन्स्टेड् आफ़् रैटिङ्ग् नीचैः अधस्तनवाक्ययोः अथवा अधस्तनयोः वाक्ययोः अलसः बालकः अस्ति अथवा अलसस्य बालकस्य तस्य कृते वाक्यद्वयं लिखितवती. अथवा अधस्तनैः वाक्यैः अत्र अलसैः अलसैः न अधस्तनैः वाक्यैः अलसः बालकः वर्णितः अथवा भवती किं वक्तुमिच्छति? न अवगच्छामि. ओ, न अवगच्छति वा? अत्र अत्र वाक्यद्वयं वाक्यद्वयमस्ति. वाक्यद्वयेन भवती अलसः अलसं बालकं वर्णितुमिच्छति अथवा अलसस्य बालकस्य अलसः बालकस्य इति कथायाः नीतिं वक्तुमिच्छति. अनन्तरं वाक्यमस्ति, कोऽपि पशवः अलसेन बालकेन सह न क्रीडति. कोऽपि बालकः कोऽपि पशवः न न बालकः न कोऽपि पशवः अलसेन बालकेन सह न क्रीडति. वंशसुधा भगिनी वदतु, वंशसुधा भगिनी वदतु, अस्मिन् वाक्ये दोषः अस्ति वा? वदतु. पशवः बहुवचने अस्ति, कोऽपि अव्ययपदम् अस्ति भगिनि? न न कोऽपि अव्ययं नास्ति, परन्तु कोऽपि एकवचने एकवचने, परन्तु पशवः अस्ति चेत् बहुवचने कोऽपि सम्यक् वा न वा अहं चिन्तयामि. समीकरोतु समीकरोतु. अहं कोऽपि केऽपि केऽपि भगिनि केऽपि वक्तुमिच्छति चेत् केऽपि केऽपि योजयित्वा वाक्यं पूर्णं वाक्यं वदतु सम्यक् रीत्या. केऽपि पशवः अलसेन बालकेन सह न क्रीडन्ति. क्रीडन्ति एकवचने वदतु. कोऽपि पशु अलसेन बालकेन सह न क्रीडति. उत्तमं. पशुः पशुः पशुः पशुः. भगिनि एकः संशयः अस्ति, नीचैः इति तृतीय बहुवचने अस्ति न भगिनि? नीचैः तत्र भगिनि नीचैः अव्ययपदमपि अस्ति इति भाति, परन्तु अत्र तृतीय बहुवचनमपि तथा एव भवति भवति, परन्तु इदानीम् अव्ययपदम् उपयुज्य लिखितवती भगिनि. नीचैः नीचैः अत्र अव्ययम् इति भाति. अहम् अनुस्वारः अस्ति हलन्द्यं. अस्तु तदपि वदामि, अत्र पश्यतु, अत्र अहं यदि भवन्तः पार्श्वे करपत्रमस्ति चेत् सम्यक् ज्ञातुं शक्तवन्तः भवन्तः. अत्र अहं पूर्वतन इति पदमस्ति, तत्र अहम् इति पदस्य अन्ते मकारः श्रूयते, परन्तु तत्र अनुस्वारः एव लेखनीयं. किमर्थं चेत् तत्र मकारस्य अनन्तरं तत्र व्यञ्जनमस्ति, यदि मकारात् अनन्तरं व्यञ्जनमस्ति चेत् तत्र केवलम् अनुस्वारः एव लेखनीयं, न तु मकारं. तत्र लेखननियमाः इति नाम्ना एकं करपत्रमस्ति मम पार्श्वे, अहं प्रेषयामि अनन्तरं. उत्तमम्. अनन्तरम् अत्र चतुर्थं वाक्यमस्ति, ते केवलं स्वकर्मणः कुर्वन्ति. अस्मिन् वाक्ये दोषः अस्ति वा? ते केवलं ते केवलम् अस्ति अस्ति चेत् दोषः कः? स्वकर्मणः दोषः. किं वक्तव्यं तत्र? ते केवलं स्वकर्मणः स्वकर्माणि कुर्वन्ति. उत्तमम् उत्तमं. स्वकर्माणि कुर्वन्ति उत्तमं. ते केवलं स्वकर्माणि कुर्वन्ति, तत् सम्यक्. यदि वयं स्वकर्मणः, तत्र पदमपि सम्यक् नास्ति. सम्यक् पदं किम्? स्वकर्मणं. अत्र सम्यक् पदमस्ति स्वकर्मणः, तत्र मूर्धन्यणकारः भवति. स्वकर्मणः किमर्थम् इत्युक्ते कर्म पदस्य अनन्तरं कोऽपि बाधकवर्णः नास्ति तत्र, अतः एव पदमस्ति स्वकर्मणः, तत्र मूर्धन्यणकारः एव लेखनीयम्. अधुना वयं स्वकर्मणः इति पदस्य रूपं किं, कः जानाति, कः वदति? षष्टिविभक्तिः उत्तमं महोदय. उत्तमं स्वकर्मणः स्वस्य कर्माणि. परन्तु अत्र कर्मपदं कर्म कर्मणि कर्माणि तथा भवति नकारान्तपदम् अपि च नपुंसकलिङ्गपदं नपुंसकलिङ्गं षष्टिविभक्ति एकवचनं स्वकर्मणः इति पदं योजयित्वा एकं वाक्यं रचयतु महोदय. वदतु अत्र अत्र वयं वाक्यं समीकृतवन्तः ते केवलं स्वकर्माणि कुर्वन्ति तत् समीचीनं परन्तु स्वकर्मणः इति पदं योजयित्वा वाक्यं रचयन्तु. भगिनी वदतु गीताञ्जलि भगिनी करोतु भगिनि करोतु. स्वकर्मणः स्वल्पम् अस्ति. स्वकर्मणः स्वल्पम् अस्ति इत्युक्ते किञ्चित् वदतु इतोपि. My work is small. किञ्चित् चिन्तयन्तु. सम्यक् भगिनि. शोभा भगिनी अथवा वंशसुधा भगिनी चिन्तयन्तु स्वकर्मणः योजयित्वा एकं वाक्यं. प्रयत्नं करोमि भगिनि. सर्वेषां स्वकर्मणः ध्यानं सर्वदा अस्ति अथवा स्वकर्मणः मूल्यम् अधिकम् अस्ति. उत्तमं तदेव अहमपि वक्तुम् इच्छामि. सर्वे स्वकर्मणः फलितं प्राप्नुवन्ति फलं प्राप्नुवन्ति इत्युक्ते सर्वे जनाः स्वकर्मणः फलं प्राप्नुवन्ति. अनन्तरम् अत्र अन्यं वाक्यमस्ति सर्वे पशवः श्रुत्वा दृष्ट्वा च सः बालकः चिन्तयति. अस्मिन् वाक्ये दोषः अस्ति वा? सर्वे पशवः श्रुत्वा दृष्ट्वा च सः बालकः चिन्तयति. अत्र पश्यन्तु सर्वे पशवः श्रुत्वा दृष्ट्वा चत्वारि पदानि दृष्ट्वा वयं वक्तुं शक्नुमः अत्र दोषः अस्ति एव. दोषः कः? पशवः. पशवः सर्वान्. उत्तमं महोदय. समीकृत्य वदतु. सर्वान् पशवः श्रुत्वा दृष्ट्वा च सः बालकः चिन्तयति. पशवः पशूनां पशवः द्वितीया विभक्ति पशून् पशून् पशून् पशून् पशून् पशून् सर्वान् पशून् श्रुत्वा दृष्ट्वा च सर्वान् पशून् दृष्ट्वा श्रुत्वा च सः बालकः चिन्तयति. उत्तमम् इत्युक्ते अत्र श्रुत्वा दृष्ट्वा क्त्वान्तरूप रूपाणि इत्युक्ते क्त्वान्तपदद्वयं तत्र श्रुत्वा दृष्ट्वा. यदि क्त्वान्तरूपम् उपयोगं कुर्मः चेत् तस्य पूर्वं कर्मपदं भवति सर्वदा. कर्मपदं भवति अतः एव सर्वान् पशून् दृष्ट्वा श्रुत्वा च सः बालकः चिन्तयति. अनन्तरं वाक्यमस्ति अनन्तरमपि स्वालसता त्यजति. अनन्तरमपि स्वालसता त्यजति अस्मिन् वाक्ये दोषः कः? अनन्तरमपि अनन्तरम् अपि अपि इति पदस्य तस्य सार्थकता अस्ति वा न वा? स्वालसतां त्यजति अपि अनन्तरं शब्दस्य प्रयोगं न अनन्तरेव अनन्तरं सम्यक् इत्युक्ते अपि इति पदस्य आवश्यकता नास्ति. अनन्तरं सः किं त्यजति, सः किं त्यजति, तत्र किं किम् इति पदं किं त्यजति, त्यजति इति क्रियापदं सकर्मकक्रियापदम्. अतः सः बालकः किं त्यजति, आलसता त्यजति, अलसता उत्तमम् इत्युक्ते द्वितीयरूपम् आवश्यकं. सः बालकः अलसतां त्यजति. उत्तमम्. अनन्तरं विद्यालयं समयेन गच्छति, पठति च. अत्र एतेषु वाक्येषु कानिचन केचन दोषाः सन्ति, वयम् अधुना समीकृतवन्तः. उत्तमम्. अधुना वयं किं कुर्मः इत्युक्ते, अत्र ग्रीष्मकालः इत्यस्मिन् विषये भवन्तः पार्श्वे भवतां पार्श्वे वाक्यानि सन्ति चेत् श्रावयन्तु, नो चेत् अभ्यासपुस्तकं पठामः. अहं कानिचन सम्यक् अस्ति वा भगिनि, कानिचन वाक्यानि उत्तमम् इत्युक्ते वाक्यानि इति पदस्य पदं नपुंसकलिङ्गे अस्ति, अतः कानिचन वाक्यानि अदे यदि तत्र एकवाक्यम् अस्ति चेत् अत्र अत्र ग्रन्थाः सन्ति, बहवः ग्रन्थाः सन्ति. कति इति अहं न जानामि, कति ग्रन्थाः सन्ति इति वयं न जानीमः, तदा किं वदामः? कानिचन ग्रन्थः पुंलिङ्गः अस्ति, इत्युक्ते केचन ग्रन्थाः केचन ग्रन्थाः सन्ति, कानिचन वाक्यानि सन्ति, अपि च काश्चन महिलाः सन्ति, काश्चन महिलाः सन्ति, कश्चन पुरुषः सन्ति. उत्तमं. कश्चन पुरुषः सन्ति, केचन पुरुषाः सन्ति, केचन पुरुषाः सन्ति. तत्र चन अपि चित् पदत्रयमस्ति, केचित् अथवा केचन रूपद्वयमपि समीचीनं, केचन पुरुषाः अथवा केचित् पुरुषाः, केचित् पुरुषाः तदपि समीचीनं. चित् चन अपि इति पदत्रयमस्ति तस्य कृते. केचित् केचित् वदतु भगिनि. ग्रीष्मकालः ग्रीष्मकालः प्रवासार्थम् उत्तमम् अस्ति. बहूनि कुटुम्बानि, अहं न जानामि तत् सम्यक् अस्ति न वा अथवा न सम्यक् अस्ति, बहूनि कुटुम्बानि स्वदेशस्य विदेशस्य च यात्रां कुर्वन्ति. बहूनि कुटुम्बानि सम्यक् अस्ति वा भगिनि? अत्र वंशसुधा भगिनी भवती पश्यतु, तत्र कुटुम्बः अस्ति वा अथवा कुटुम्बम् अस्ति वा, पुनरेकवारं वदतु भगिनि. अत्र कुटुम्बः अस्ति वा अथवा कुटुम्बम् अस्ति वा, अहम् अपि न दृष्टवती. बहवः जनाः अपि सम्यक् किमपि फ़ेमिलीस् पृष्टुम् इच्छामि, अतः बहूनि कुटुम्बानि, बहवः कुटुम्बानि, कुटुम्बं नपुंसकपदम् अस्ति, अतः बहूनि लिखितवती कुटुम्बानि. अग्रिमवाक्यं, ग्रीष्मकाले सर्वे छात्राणि शाला न भवितुं कारणेन सन्तोषः भवति भवन्ति भवन्ति पुनः एकवारं. ग्रीष्मकाले सर्वे छात् छात्राः ऐ शुड् नो दट् सर्वे छात्राः शाला न भवितुं कारणेन न भवितुं कारणेन सन्तोषः भवन्ति न सन्ति चेत् स्कूल् आर् क्लोस्ड् न भवति ओ शाला भवति न भवति कक्ष्या भवति कक्ष्या न भवति कक्ष्या न भवति इति कारणतः कक्ष्या न भवति इति कारणतः सन्तोषः भवति दट् चिल्ड्रन् आर् हेपी दट् स्कूल्स् आर् डन् क्लोस्ड् फार् द समर् छात्राः सन्तोषम् अनुभवन्ति विरमन्ति इति शब्दम् अहं योजनं करणीयम् अभवं भगिनि विरामः एव कारणं वा पाठशालायां विरमन्ति पाठशालायाः सम्यक् भगिनि पाठशालायाः I could not think of that. अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् इतोपि कार्यमस्ति भवन्तः सर्वे ग्रीष्मकालः इत्यस्मिन् विषये किञ्चित् लिखितवन्तः इति अहं चिन्तयामि अधुना वयं किं कुर्मः इत्युक्ते वयम् अद्य श्वः ह्यः इति किञ्चित् समापयामः तस्मिन् विषये अहम् एकं श्लोकं वदामि अत्र श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतं यत् आचार्यमहोदय अत्र अधुना अद्य रघुपति आचार्यमहोदयः सः उक्तवान् कानिचन वाक्यानि तदेव अहमपि श्लोकं वदामि तस्मिन् विषये एव श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् इत्युक्ते श्वस्तनकार्यम् अद्य एव समापयतु अपि च अपराह्णिककार्याणि इत्युक्ते मध्याह्नकार्याणि प्रातःकाले एव परिसमापयतु किमर्थम् इत्युक्ते मृत्युः न कदापि प्रतीक्षते मया कार्यं कृतं वा अथवा न कृतं वा इत्यस्मिन् विषये मृत्युः न चिन्तयति अस्माकं कार्यस्य समाप्तेः पर्यन्तं मृत्युः न प्रतीक्षां करोति अतः एव सर्वदा श्रेयोमयानि कार्याणि करणीयानि तदर्थमेव अस्माकं ज्येष्ठाः वदन्ति सर्वदा शुभस्य शीघ्रं यदि भवान् श्रेयोमयं कार्यं कर्तुमिच्छति चेत् शीघ्रं करोतु तत् अस्माकं ज्येष्ठाः वदन्ति अपि च अधुना वयं किं कुर्मः इत्युक्ते अभ्यासपुस्तके अष्टविंशतितमे पुटे एकं सम्भाषणमस्ति अत्र गीताञ्जलि भगिनी अपि च भूमा भगिनी सम्भाषणं पठन्तु अत्र प्रथमं वाक्यं वंशीसुधा भगिनी पठति द्वितीयं वाक्यं भूमा भगिनी सिक्स् पायिण्ट् वन् भागे पठति वा भगिनि एकनिमिषम् अस्तु 6.1 अत्र किं दत्तमस्ति इत्युक्ते अस्मिन् पुटे मित्रद्वयं बहुकालानन्तरं मिलति अतः तौ द्वौ अपि सन्तोषेण सम्भाषणं कुरुतः इदानीं वयं द्वयोः मित्रयोः सम्भाषणं पठामः एतत् सम्भाषणं पठतु हरिः ओं सुप्रभातम् एकं निमिषं अस्तु भगिनि नो चेत् अधुना सतीश महोदय भवान् पठति वा? हरि ओम्, सुप्रभातम् महोदय. एकमेव महोदय अत्र वंशीसुधा भगिनी एकं वाक्यं वदति, भवान् अन्यं वाक्यं वदतु, अत्र सम्भाषणं कुर्मः, सम्भाषणरूपेण पठामः. अहं पुनरेकवारं वदामि भगिनि. ऐ एम् रेडी भगिनि, सिद्धमां सिद्धमस्मि. इत्युक्ते सतीश् महोदय भवान् किञ्चित् प्रतीक्षां करोतु, भगिनी भवती पठतु. हरि ओम्, सुप्रभातम्. नमस्ते श्रीमन्, स्वागतम्. वंशसुधा भगिनी भवान् भवती मा पठतु, आचार्य अत्र अत्र सतीश् महोदय अपि च उमा भगिनी. धन्यवादः. पठतु महोदय. हरि ओम्, सुप्रभातम्. नमस्ते श्रीमन्, स्वागतम्. आगच्छतु, उपविशतु. धन्यवादः. सर्वं कुशलं वा? सर्वं कुशलम्? आम् कुशलम्. भवान् एतत् पुस्तकं स्वीकरोतु. कथमस्ति एतत् पुस्तकम्? समीचीनम् अस्ति, भवान् अपि पठतु. अस्तु, अनन्तरं पठामि. अहं गच्छामि. तिष्ठतु, पानीयं स्वीकरोतु. क्षम्यतां, मास्तु. किञ्चित् स्वीकरोतु. अस्तु, धन्यवादः. शर्करा अधिका अस्ति किल? चिन्ता मास्तु, अहम् आगच्छामि. नमस्कारः. नमस्कारः. उत्तमम्. अत्र अस्मिन् सम्भाषणे अत्र षट् पदानि सन्ति, भवन्तः जानन्ति एव पदानि. भगिनी भूमा भगिनी भवती एव वदतु अत्र हरिः ओं कदा वदामः? हरिः ओं वेन् वि सी सम्बडि पश्यतां प्रातःकाले या मध्याह्ने सायङ्काले कति समये कदा यदा कदापि अन्यं पश्यामः तदा प्रथमतया किं वक्तव्यं? हरिः ओम् अथवा नमो नमः अथवा नमस्कारः. यदि दूरवाण्यां सम्भाषणं कुर्मः चेदपि तत्र तदापि हलो इत्यस्मिन् स्थाने नमो नमः अथवा हरिः ओम् अथवा नमस्कारः इति वदामश्चेत् सम्यक् भवति. अनन्तरं सुप्रभातं. प्रभातम् प्रातःकाले पश्यामि चेत् सुप्रभातं वदामि. उत्तमं. स्वागतं. स्वागतं कदा कदापि अतिथि मम गृहे आगच्छति चेत् स्वागतम्. उत्तमं. क्षम्यतां. क्षम्यतां दोषः अस्ति चेत् क्षम्यताम्. उत्तमम्. अपि च नमस्कारः तद् वयं कृतवन्तः एव. चिन्ता मास्तु. चिन्ता मास्तु, डोण्ट् वरि. दोषः अस्ति चेत् अपि चिन्ता न करोतु. चिन्ता मा करोतु मा करोतु इति वदामः. अनन्तरं भवत्याः पार्श्वे अत्र शिष्टाचारः नाम्ना एकम् अन्यं करपत्रमस्ति, भवती पठति वा, पठितुं शक्नोति वा? शिष्टाचारः भवन्तः जानन्ति एव, परन्तु तत्र सरलानि पदानि एव सन्ति. अस्ति वा? अस्ति वा, पठतु महोदय. सतीश् महोदय पठतु. नमो नमः प्रथमवाक्यं. द्वितीयवाक्यं हरि ओम, नमस्कारः, धन्यवादः, स्वागतं, सुप्रभातं, शुभरात्रिः, क्षम्यतां, चिन्ता मास्तु, कृपया, अस्तु, मास्तु, उत्तमं, पुनः मिलामः, आगच्छतु, उपविशतु। भवान् कथमस्ति? अहं कुशली अस्मि। भवती कथमस्ति? अहं कुशलिनी अस्मि। स्वीकरोतु। पर्याप्तम्। आम्। न। उत्तमं। भवान् जानाति चेत् वदतु महोदय, कदा वदामः नमो नमः, हरिः ओं, नमस्कारः? हरिः ओं, प्रथमे किमपि वयं मिलामः तत्काल हरि ओमः तु वदतु। वदामः अनन्तरं धन्यवादः। धन्यवादः कदा? धन्यवादः just like thank you, धन्यवादः, स्वागतं, स्वागतं, when we welcome somebody, welcome, स्वागतं, शुभाशय, सुप्रभातं, सुप्रभातं, प्रातःकाले किमपि वयं मिलामः तत्र तत्समये तत्काले सुप्रभातम् एव वदामः। उत्तमं। शुभरात्रिः। शुभरात्रिः, रात्रौ समयः, रात्रौ वदामः। क्षम्यतां, क्षम्यतां, क्षम्यतां, इफ त्रुटि यदा कदि यदा कदा त्रुटिः भवति तदा तदा वयं क्षम्यतां, इत्युक्ते क्षमां याचयामः, क्षमां याचयामः। चिन्ता मास्तु, चिन्ता मास्तु, चिन्ता मास्तु, चिन्ता मा करु, मा करु, कृपया, कृपया, कृपया कार्यं करो, कृपया पठतु, कृपया कार्यं शृणोतु, कृपया शृणोतु। अस्तु, अस्तु, इदम् इदम् इदं समीचीनम्। अस्तु, अस्तु इत्युक्ते साधारणतया ओके इति अर्थः। ओके, अस्तु, इद् ओके, मास्तु, नो नो, मास्तु नाट् ओके, नो, मास्तु नास्तु। उत्तमं, समीचीनं, पुनः मिलामः, अनन्तरं कदापि मिलामः। आगच्छतु, वयं से आगच्छतु, अत्र अत्र आगच्छतु, गृहे आगच्छतु इति वदामः। महोदय, अत्र आगच्छतु अपि च उपविशतु, पदद्वयमस्ति, लकाररूपं किम्? आगच्छतु, लोट्लकार, लोट्लकार, उत्तमम्। अनन्तरं अनन्तरं भवान् कथमस्ति? भवान् कथमस्ति, उत्तरं वदतु, भवान् कथमस्ति? भवान् कथम् अस्ति? अहं पृच्छामि, अहं पृच्छामि, भवान् कथमस्ति? अहं कुशली, अहं कुशल अस्मि, कुशलो अस्मि, कुशली अस्मि, अहं कुशली अस्मि। अत्र पश्यन्तु, कुशली इति पदं नकारान्तपदम्, अत्र प्रातिपदिकं रूपम् अस्ति कुशलिन्, कुशलिन्, अत्र पुंलिङ्गरूपं कुशली, स्त्रीलिङ्गरूपं कुशलिनी। अद्य अहं कुशलिनी अस्मि। सम्यक् अस्मि, सम्यक् अस्मि, अस्ति तु, सम्यक् अस्मि, सम्यक् अपि समीचीनमेव, परन्तु अत्र अहं कुशलिनी अस्मि इतोपि उत्तमम्। अनन्तरं स्वीकरोतु, स्वीकरोतु, अहम् अहं किञ्चित् अपि ददामि, स्वीकरोतु, स्वीकरोतु, उत्तमं, पर्याप्तम्, अलम्, अलं, फलं, उत्तमं महोदय, पर्याप्तम् इति पदस्य अन्यं पदमस्ति अलम्, अलम् इत्युक्ते पर्याप्तम्, उत्तमम्। अलं शब्दः किम् अस्ति भगिनि? अलम् उपयोगं कृत्वा न कृत्वा भेदः किम् अस्ति? पर्याप्तम् इत्युक्ते एनफ् भगिनि, इतोपि मास्तु, यद् भवती दत्तवती तत् पर्याप्तं, यद् भवती पठितवती तत् पर्याप्तम्, एनफ् इति वदामः। परन्तु अलम् अलम् इति पदं सर्वदा तृतीयाविभक्त्या सह उपयोगं कुर्मः. इत्युक्ते अलं कोलाहलेन, अलं कोपेन, अलं कोलाहलेन, अलं कोपेन, अलं अलं तृतीयाविभक्त्या सह तस्य उपयोगः भवति. अस्तु अस्तु भगिनि. अलम् इत्युक्ते अपि इट्स् लैक् वार्निङ्ग् इनफ् इनफ् कैण्ड् आफ् अलमपि इनफ् एव, परन्तु अत्र पर्याप्तम् इत्युक्ते इतोपि मास्तु. किञ्चित् किञ्चित् भेदः, किञ्चिदेव भेदः अस्ति तत्र. अस्तु वदतु महोदय. अनन्तरम् आम् आम् यस् आम् मीन्स् स्वीकरोमि आम् आम् समीचीनं. न भवान् भवान् पठति वा इत्युक्ते उत्तरं किं भवति? आम् अहं पठ आम् पठामि पठामि अहं पठामि न इति एकं वाक्यं वदतु. न इति वाक्यं वदतु. अहं न क्रीडामि. उत्तमम्. इत्युक्ते अत्र इतोपि किञ्चित् पश्यामः. अत्र ओम् इति पदमस्ति. ओम् इत्यस्मिन् पदे त्रीणि अक्षराणि सन्ति. कः वदति? अकार उकारम् अकारम्. उत्तमम्. अपि च अत्र सुप्रभातम् इत्यस्मिन् पदे त्रीणि पदानि सन्ति. इत्युक्ते अत्र सु इति उपसर्गः, प्रा इति अन्यः उपसर्गः, अपि च भा इति धातुः. अत्र भा इति धातुः. ओ भा धातु. तत्र क्रियापदमस्ति भाति. भाति तथा भवती कृतवती इति भाति. इत्युक्ते भाति इत्युक्ते अहं मन्ये इत्यस्मिन् अर्थे वयं योजयामः. अनन्तरम् अत्र नमस्ते इति पदमस्ति. तस्मिन् पदद्वयम् अस्ति. कः वदति? नमः ते. उत्तमं. नमः ते. उत्तमं. इत्युक्ते अत्र ते इति पदं, ते इति पदं तस्य विभक्तिः का? चतुर्थी विभक्ति. तुभ्यम्. उत्तमम्. चतुर्थी विभक्ति तुभ्यम्. इत्युक्ते अत्र विकल्पं विकल्पेन रूपद्वयम् अस्ति. चतुर्थी विभक्तौ ते अथवा तुभ्यं. वयं जानीमः एव नमस्ते. वयं जानीमः नमस्तुभ्यम् अपि वयं जानीमः. नमस्तस्मै बहुवचनमस्ति. नमस्ते महामाये श्रीपीठे श्रीपीठे सुरपूजिते लक्ष्मी अष्टकम् अष्टोत्तरमस्ति. नमस्तेऽस्तु महामाये. तथा एव सरस्वती नमस्तुभ्यं. नमस्ते रुद्रमन्यभवतो विषवे. रुद्रम. उत्तमं. रुद्रसूक्तम्. उत्तमम्. इत्युक्ते अत्र नमः, नमः इति पदं नमस्ते अपि च नमस्तुभ्यं रूपद्वयमपि समानार्थकपदं समानार्थकमेव. नमस्तुभ्यम् इत्युक्ते नमस्ते. अत्र तदर्थमेव यदि वयं देवालयं गच्छामश्चेत् तत्र नमः शिवाय, तथा एव नमो नारायणाय. नमो नारायणाय इत्यस्मिन् तत्र प्रथमतया तत्र नमो इत्युक्ते तत्र विसर्गसन्धिः अस्ति. अतः विसर्गस्य स्थाने ओकारादेशः भवति. अतः एव नमः शिवाय. तदेव वयं नमः शिवाय न, तत्र नमः शिवाय इत्यस्मिन् तत्र विसर्गस्य स्थाने शकारादेशः भवति. अतः एव नमः शिवाय अथवा सन्धिं कुर्मः चेत् नमः शिवाय. तथा एव नमो नारायणाय, तत्रापि नमः नारायणाय. अत्र विसर्गस्य स्थाने ओकारादेशः भवति. तथा एव सरस्वत्यै नमः. सरस्वती इति पदं स्त्रीलिङ्गपदम्. अतः सरस्वतीपदस्य चतुर्थीरूपं सरस्वत्यै नमः. तथा एव वयं सर्वे जानीमः श्रीमाता श्रीमहाराज्ञी तत्र श्रीमात्रे नमः. इत्युक्ते माताशब्दस्य माताशब्दः ऋकारान्तपदम् अतः माताशब्दस्य चतुर्थीरूपं मात्रे. इत्युक्ते अहं किं वक्तुमिच्छामि, अत्र चतुर्थीविभक्तेः उपयोगमेव कुर्मः यदि नमः शब्दः अस्ति चेत्. नमः शब्दः तेन सह शब्देन सह चतुर्थीविभक्तेः उपयोगमेव करणीयम्. तदहं स्वाहा उत्तमं. स्वाहाकारः, स्वधाकारः, वषट्कारः, नमस्कारः, तत्र पञ्च अथवा षट् पदानि सन्ति. तेन सह केवलं चतुर्थीविभक्तेः उपयोगमेव कुर्मः. यथा आचार्यमहोदयः उक्तवान् तत्र स्वाहाकारं, स्वधाकारं, वषट्कारं, नमस्कारम् अपि च अन्यानि पदानि अपि सन्ति अत्र. तदर्थमेव अत्र नमस्ते ते इति पदं चतुर्थीविभक्ति एकवचनं. श्रीमन् पदस्य पद तस्मिन् विषये किञ्चित् वदन्तु. श्रीमन् रूपं किं? श्रीमन् वदतु भगिनि. सम्बोधनाय, सम्बोधन. उत्तमम् उत्तमम्. अत्र पदमस्ति तकारान्तपदं श्रीमत्. श्रीमत् श्रीमत् तकारान्तपदं प्रथमविभक्तिरूपं श्रीमान्. परन्तु अत्र सम्बोधनमस्ति अतः नमस्ते श्रीमन्. नमस्ते श्रीमन्. नमस्ते श्रीमन्. अतः श्रीमन् इति पदं सम्बोधनम् इत्युक्ते. अनन्तरम् अत्र भूमा भगिनी भवती वदतु, भवान् एतत् पुस्तकं स्वीकरोतु इति वाक्यमस्ति. अत्र पुस्तकम् इत्यस्य स्थाने पत्रिका योजयित्वा वदतु. पत्रिकां स्वीकरोतु. सर्वनामपदमपि योजयतु. सर्वनामपद अत्र एतत् पुस्तकम् इति दत्तमस्ति. एतत् पुस्तकम् अस्ति. भवती अपि एतां पुस्तकम्, एतां पत्रिकां. पूर्णं वाक्यं वदतु. एतां पत्रिकां स्वीकरोतु. उत्तमं. तथा एव ग्रन्थः इति पदं योजयित्वा वदतु. एषः एतं ग्रन्थं वदतु भगिनि. एतं ग्रन्थं स्वीकरोतु. उत्तमम्. अपि च काव्यं योजयित्वा वदतु. एतत् काव्यं स्वीकरोतु. उत्तमं. तथापि वयम् वाक्यरचनां कर्तुं शक्नुमः. अपि च अनन्तरम् अत्र पानीयं स्वीकरोतु इति वाक्यमस्ति. अत्र पानीयं पा इति धातुः अस्ति. पानीयम् इति पदात् पानीयम् इति पदम् अनियर् प्रत्ययः. पा धातुतः पानीयं, क्रू धातुतः करणीयं, पठ् धातुतः पठनीयं, तथा अनियर् प्रत्ययाः आगच्छन्ति. पानीयम् इत्युक्ते यत् किमपि किमपि तत् कथं वक्तव्यम्, इट् इस् अ ड्रिङ्क् दट् इट् इस् संथिङ्ग् दट् इस् ड्रिङ्कबल्. दट् इस् संथिङ्ग् दट् इस् ड्रिङ्कबल्. तदेव पानीयम् अत्र. अपि च क्षम्यताम् इति पदमस्ति. तस्य रूपं किं चिन्तयन्तु, यदि भवन्तः व्याकरणं जानन्ति किञ्चित् प्रयत्नं कुर्वन्तु. क्षम्यताम् इति पदमस्ति, तस्य रूपं किं? चिन्तयन्तु. उत्तमं महोदय. आत्मनेपदी क्षमते, क्षमते इति आत्मनेपदी रूपम् अस्ति. लट्लकारे आत्मनेपदीरूपं, प्रथमपुरुषे एकवचनरूपं लट्लकारे क्षमते. परन्तु क्षमते इति पदात् क्षम्यतां कथम् आगतं पदम्? उत्तमं भगिनी. लोट्लकारे लोट्लकार अपि च प्रथमपुरुषे एकवचनं, प्रथमपुरुषे एकवचनं लोट् लकारः. अपि च अहं चिन्तयामि कर्मणि प्रयोगे, न तु कर्तरिप्रयोगे. कर्तरिप्रयोगे मास्तु, मास्तु इति पदं तस्मिन्नपि मा अपि च अस्तु इति पदद्वयमस्ति. अत्र मा इति पदम् अव्ययम्. अत्र किल इति पदमस्ति, तस्य कृते पर्यायवाचकपदं किम्? खलु वा. उत्तमम्. किल अथवा खलु, खलु इत्युक्ते अत्र भूमा भगिनी भवती एव वदतु, अत्र शर्करा अधिका अस्ति किल. तत्र दुग्धम् अथवा जलं स्थापयित्वा वदतु. दुग्धं या दुग्धं स्थापयित्वा वदतु. दुग्धम् अधिकं वा, अधिकं वा, अधिकं वा. उत्तमम्. एकं वाक्यं दुग्धम् अधिकं वा, दुग्धं पर्याप्तं वा, दुग्धं पर्याप्तं वा. अपि च किमपि भवन्तः जानन्ति एव. उत्तमम्. अधुना वयं किं कुर्मः इत्युक्ते अत्र एकः प्रश्नः अस्ति, किल खलु समानपदम् अस्ति वा? किल इत्युक्ते अहं चिन्तयामि इस् इट् सो, खलु इति इस् इट् नाट्, अहं चिन्तयामि, अहं न जानामि कि सम्यक् द्वौ पदे समानमस्ति वा न वा, अहं चिन्तयामि भगिनि. अहं चिन्तयामि अर्थः समानः इति अहं चिन्तयामि भगिनि. इत्युक्ते तयोर्मध्ये भेदः कः इति अहमपि न सम्यक्तया न जानामि. अहं शर्करा अधिका अस्ति किल इस् इट् सो इति अहं चिन्तयामि, खलु इस् इट् नाट् लैक् अहं वेदः लिखितवती, कदा कुत्रचित् लिखितवती, अहं किञ्चित् चिन्तयामि, तदेव अहं पृच्छामि. सम्यक् भगिनि. अधुना वयं किं कुर्मः इत्युक्ते अत्र अभ्यासपुस्तके किञ्चित् पठामः, तस्य कृते अत्र आचार्यमहोदय भवान् अहं कांश्चन प्रश्नान् पृच्छामि, उत्तरं ददाति वा अत्र? एकनिमिषम्. अभ्यासपुस्तक न न महोदय, स्वस्य अत्र यदि भवान् पठति चेत् भवान् किं पठति? अहं पुस्तकं पठामि, संस्कृतपुस्तकं पठामि. अस्मिन् वाक्ये अहं संस्कृतपुस्तकं पठामि, अस्मिन् वाक्ये कर्तृपदं किं, कर्मपदं किं, क्रियापदं किम्? अहं कर्तृपदम् अस्ति, क्रियापदं पठामि, अपि च कर्मपदं पुस्तकम्. पुस्तकम् इति पदस्य विभक्तिः का? पुस्तकं द्वितीया विभक्ति. उत्तमं. तथा एव अहं ग्रन्थं पठामि अथवा अहं पत्रिकां पठामि, अहं पाठं पठामि, एतेषु वाक्येषु पत्रिकां, ग्रन्थं, पाठम् एतानि पदानि द्वितीयाविभक्त्यन्तरूपाणि. यदि किं पठामि, किं पठामि इत्यस्य उत्तरं ददामश्चेत् तत्र किम् इत्यस्य उत्तरमस्ति चेत् तत्र तत्पदं कर्मपदम् इति अर्थः. तथा एव भवान् प्रातःकाले किं पीतवान्? काफी पीतवान्. अहं प्रातःकाले काफीं पीतवान्. उत्तमं. काफीं पीतवान् इत्युक्ते अत्र काफीम् इति पदं कर्मपदं. तथा एव यदि अहं दुग्धं पिबामि अथवा फलरसं पिबामि, चायपानं पिबामि, तथा वदामश्चेत् तेषु वाक्येषु चायपानम् अथवा फलरसम् एतानि पदानि द्वितीयाविभक्तौ सन्ति. तथा एव भवान् किं खादति? अहम् अन्नं खादामि, अन्नं दुग्धं च, अन्नं दुग्धं च खादामि. इत्युक्ते अत्र किमपि अत्र अन्नम् इति पदं कर्मपदम्. अहं मोदकं खादामि अथवा अहम् ओदनं खादामि अथवा अहं पिष्टकं खादामि, किमपि किं खादामि इत्यस्य उत्तरम् अत्र दत्तमस्ति. अतः एव तत् पदं कर्मपदम् इति वदामः. तथा एव भवान् कुत्र गच्छति, भवान् प्रातःकाले कुत्र गतवान्? अहं प्रातःकाले भ्रमणाय भ्रमणाय मातुः गृहे गतवान्. मातुः गृहं गतवान्? मातुः गृहं गतवान्, सारि. उत्तमं, मातुः गृहं गतवान्. तथा एव अहं प्रातःकाले कार्यालयं गच्छामि अथवा अहं गृहं गच्छामि अथवा प्रकोष्ठं गच्छामि. एतानि वाक्यानि सकर्मकवाक्यानि, इत्युक्ते तत्र कर्मपदम् अस्ति. इत्युक्ते कुत्र गच्छति इत्यस्मिन् स्थले अत्र किञ्चित् करोमि. तत् गन्तव्यस्थानमस्ति. यदि गन्तव्यस्थानमस्ति चेत् तदा तत् पदं द्वितीयविभक्तौ एव तस्य उपयोगः भवति. तथा एव अत्र वैद्यः रोगीं पश्यति, अपि च अहं पायसं पचामि, वृद्धः औषधं पिबति, अपि च धेनुः तृणं खादति, सखी पत्रं लिखति. एतेषु वाक्येषु अत्र पत्रं, तृणम्, औषधम् एतानि पदानि कर्मपदानि. इत्युक्ते वाक्यानि सकर्मकवाक्यानि भवन्ति, अपि च अकर्मकवाक्यानि अपि भवन्ति. अकर्मकवाक्यम् इत्युक्ते किम् इत्युक्ते अत्र हस्ति वदतु महोदय, अकर्मकवाक्यं वदतु. हसति, सः हसति. उत्तमं, तदेव. तथा एव सः गृहे तिष्ठति, सः गृहे तिष्ठति. इत्युक्ते अत्र स्थाधातुः अकर्मकधातुः, अतः तत्र कर्मपदं न स्वीकरोति. अतः एव सः गृहे तिष्ठति. इत्युक्ते गृहे इति पदं सप्तमी विभक्तौ अस्ति. तथा एव सः प्रातःकाले उत्तिष्ठति. एषा बालिका रोदिति. तत्र किम् इत्यस्य उत्तरं न कदापि भवति. यदि किम् इति प्रश्नं पृच्छामश्चेत् किम् इत्यस्य उत्तरम् आगच्छति चेत् तदा तत् पदं कर्मपदं भवति तस्मिन् वाक्ये. कानिचन वाक्यानि सकर्मकवाक्यानि, अन्यानि अकर्मकवाक्यानि. इत्युक्ते सकर्मकधातवः सन्ति, अपि च अकर्मकधातवः सन्ति. अकर्मकधातूनां कृते यथा भवान् उक्तवान्, रुद्धधातुः अपि च हस् धातुः, स्थाधातुः, एतानि अकर्मक, एते अकर्मकधातवः. उत्तमम्. अधुना अभ्यासपुस्तके वयं पठामः. वंशीसुधा भगिनी, भवती पठति वा? अस्मिन् पुटे किम् अस्ति? अत्र नवविंशतितमे पुटे चित्रं दृष्ट्वा, उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु. प्रथमवाक्यमस्ति, मम मित्रं विद्यालयं गच्छति. द्वितीयवाक्यमहि वदामि भगिनि. सर्वाणि वाक्यानि भवती एव करोतु. मम किमपि मम मित्रम् अथवा बालकः वा बालकः ग्रन्थालयं गच्छति सः देवालयं गच्छति वृद्धाः कार्यालयं गच्छन्ति बालकाः बालकाः आपणं गच्छन्ति बान्धवाः रेलस्थानकं गच्छन्ति उत्तमं अनन्तरं वयं चित्रमन्दिरं गच्छावः उत्तमम् अहं ते उद्यानं गच्छन्ति त्वं त्वं प्रदर्शिनी गच्छ त्वं प्रदर्शिनीं गच्छ त्वं प्रदर्शिनीं गच्छ प्रदर्शिनीं गच्छ अत्र नवचित्राणि दत्तानि अत्र विद्यालयः ग्रन्थालयः देवालयः कार्यालयः आपणः इति पञ्चपदानि सन्ति परन्तु भवती किमर्थं विद्यालयं ग्रन्थालयं देवालयं कार्यालयं तथा किम् उक्तवती द्वितीयविभक्ति भगिनि इत्युक्ते तत्र भवती मम मित्रं कुत्र गच्छति कुत्र गच्छति इत्युक्ते अत्र कुत्र गच्छति तस्य उत्तरं किं भवति विद्यालयं गच्छति इत्युक्ते तत्र गन्तव्यस्थानमस्ति तदर्थमेव द्वितीयविभक्ति यदि मम मित्रं कुत्र अस्ति इति वदामश्चेत् उत्तरं किं भवति उत्तरं कथा वक्तव्यं उत्तमं मम मित्रं गृहे अस्ति इत्युक्ते पुंलिङ्गपदानां द्वितीयविभक्तिरूपं कथं भवति वदतु अत्र द्वितीयविभक्तिं रूपाणि पुल्लिङ्गशब्दः भगिनि किं विद्यालयं तदेव तदेव तद् अन्वेषणं कुरुते तदेव भवती जानाति परन्तु विद्यालयं ग्रन्थालयं देवालयं कार्यालयम् आपणं रेलस्थानं अत्र अत्र स्थगयतु इदानीं पर्यन्तम् एतानि पदानि पञ्चपदानि पुंलिङ्गपदानि परन्तु अधुना अत्र रेलस्थानकं चित्रमन्दिरम् उद्यानं त्रीणि पदानि सन्ति एतानि लिङ्गं किम् एतेषां पदानां नपुंसकलिङ्गं तत्र नपुंसकलिङ्गपदानां द्वितीयविभक्तिरूपं कथं भवति समान एव अस्ति रेलस्थानकम् एव अस्ति अपि च उत्तमम् अपि च प्रदर्शिनी इति पदमस्ति ईकारान्त स्त्रीलिङ्गपदं तस्य द्वितीयविभक्तिरूपं किं भवति प्रदर्शिनी अस्ति नदीं अहं पदं वदामि भवती रूपं वदतु अत्र नवनीतम् इति नपुंसकलिङ्गमस्ति नवनीतमेव अस्ति क्षालनयन्त्रम् अपि नपुंसकलिङ्गमेव अस्ति क्षालनयन्त्रं क्रीडाङ्गणम् अपि नपुंसकलिङ्गम् अस्ति वा न वा अहं न जानामि क्रीडाङ्गणम् एव अहं चिन्तयामि क्रीडाङ्गणमेव अपि च पाकगृहं नपुंसकलिङ्गम् अस्ति पाकगृहमेव अस्ति किं शब्दस्य किं शब्दं किं शब्दं नपुंसकलिङ्गमेव अस्ति भगिनि किमेव अपि च बाष्पस्थाली बाष्पस्थाली स्त्रीलिङ्गमस्ति ईकारान्त स्त्रीलिङ्गं वदतु बाष्पस्थाली उत्तमम् अपि च चषकाधानी चषकाधानी धानी अधानी भगिनि धानी धानी ईकार नदी नदी इति पद पदः धानी चषकधानी चषकाधानी उत्तमं कूपी कूपी इति कूपीं कूपीम् अपि च आसन्दः आसन्दः पुल्लिङ्गशब्दः आसन्दम् अपि च ग्रामः ग्रामः ग्रामम् अपि च घटः घटः एव पुल्लिङ्गः अस्ति घटं चषकः चषकः अपि पुल्लिङ्गः अस्ति चषकम् इदानीम् अहं सर्वनामपदानि वदामि द्वितीयविभक्त्यन्तरूपं वदतु एषः एषः सः सः तं भवान् भवान् भवन्तं कः कः कं कं कम् उत्तमम् एषा एषा एतां सा सा तां भवती भवतीं का का काम् एतत् एतत् एतत् एव तत् तत् तत् एव अस्ति खलु अहम् अहम् आवां क्षम्यताम् उत्तमम् उत्तमं धन्यवादः धन्यवादः किञ्चित् म्यूट् करोमि भगिनि अत्र ध्वनिः अस्ति अधुना वयं किञ्चित् शीघ्रम् अत्र विंशतितमे पुटे किम् अस्ति शोभा भगिनी वदति वा अत्र विंशतितमे पुटे एकम् अभ्यासं कुर्मः विंशतिः पुटे पेज् 20 भगिनि न न भगिनि त्रिंशत् क्षम्यतां त्रिंशत् भगिनि अत्र ओके अत्र एकं सम्भाषणम् अस्ति सम्भाषणं पठतु आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि रिक्ते स्थले लिखतु सर्वेषां पदानां लिङ्गवचनविभक्तिः का वदतु एकवारं सर्वेषां पदां अत्र सूचनां सूचनाम् ओके एकम् अत्र अत्र अत्र वदतु अत्र विभक्ति हियर् कः वदति अत्र अव्ययम् इति सप्तमी न न भगिनि अत्र अव्ययम् अव्ययम् ओके अत्र इस् ऐ नो एस् लोकेटिव् ऐ मीन् सप्तमी इस् लोकेटिव् ओके अत्र अत्र वयं जानीमः एव अत्र तत्र कुत्र सर्वत्र एतानि पदानि तेषां न कदापि तेषां तस्य भेदः न भवति सर्वदा अत्र एव नो डिक्लेन्शन् रूपभेदः न कदापि भवति वदतु Do you want me to continue with the shirshika or the pita? Suchana. Suchana. Suchana. Ekam. Okay. Ekam. Ekam. Ekam napum sakam. Vibhakti. Ekaha. Prathama. Atra. Dvitiya. Ekam. Dvitiya. Karmam. अत्र पश्यतु भगिनि, अत्र प्रथमं वाक्यमस्ति, अत्र एकं सम्भाषणम् अस्ति. इत्युक्ते अत्र अस् धातुः अकर्मकधातुः इति भूत्वा वयं ऊहां कर्तुं शक्नुमः यत् सम्भाषणम् इति पदं नपुंसकलिङ्गपदम्. अतः सम्भाषणम् इति पदस्य विशेषणम् एव एकम्. अनन्तरं द्वितीयं वाक्यमस्ति, सम्भाषणं पठतु. अस्मिन् वाक्ये पठ् धातुः सकर्मकधातुः, अपि च पठतु इति पदं लोट्लकाररूपं लोट्लकारः. अत्र द्वितीये वाक्ये सम्भाषणम् इति पदं द्वितीयविभक्तौ अस्ति. किमर्थं सम्भाषणम् इति पदं नपुंसकलिङ्गपदम् इति कृत्वा प्रथमाविभक्तौ द्वितीयाविभक्तौ रूपं समानं? अपि च तृतीयं वाक्यमस्ति, आवरणे विद्यमानानां शब्दानाम् आवरणे, वदतु. आवरणे सप्तमी विभक्ति अस्ति. उत्तमं. विद्यमानानां शब्दानां, विद्यमानानां शब्दानां, विद्यमानानां याः लैक् रमायाः विद्यमाना. गीताञ्जलि भगिनी वदतु. षष्टि विभक्ति बहुवचनं पदम्. उत्तमम् उत्तमं. षष्टिविभक्ति बहुवचनं, शब्दानाम् इति पदस्य विशेषणम् एव विद्यमानानाम्. अपि च उचितानि रूपाणि वयं जानीमः एव बहुवचनरूपं. रिक्ते स्थले वदतु. रिक्ते स्थले, स्थले सप्तमी, रिक्ते तस्य विशेषणमेव रिक्ते, तदर्थमेव प्रथमाविभक्तिरूपं किं? रिक्तं स्थलं. रिक्तं स्थलम्, अपि च सप्तमी रिक्ते स्थले लिखतु. अधुना करोतु, वाक्यानि पूरयतु. पिता पुत्र पाठः पठतु. पुत्र पाठं पठतु. पुत्र अत्र सम्बोधनं. किमर्थं तत्र पदमस्ति पुत्रः? परन्तु पुत्र भवति. पाठः द्वितीयविभक्ति कर्मपदं पाठं भवति. पठतु पुत्र. उत्तमं. अहं पाठं पठितुं न शक्नोमि. किमर्थं? किमर्थम् अहं विद्यालय एकनिमिषं भगिनि, विद्यालयः न गतवान्. अहं विद्यालयाः न गतवान्, विद्यालये न गतवान्. विद्यालयं न गतवान्, सारि. उत्तमं. विद्यालयम् अस्ति, विद्यालयं कर्मपदं द्वितीयविभक्ति, विद्यालयं भवति. किमर्थं सः न किमर्थं सः न गतवान् अधुना वदति? किमर्थं? पिता भवतु अहं भवान् पाठयामि. अहं भवन्तं पाठयामि. उत्तमं. कर्मपदं द्वितीयविभक्ति, भवान् भवन्तं. पुत्रः सत्यं, भवान् अहं भवान् मां पाठयति. भवान् मां पाठयति. सत्यं, भवान् मां पाठयति. भगिनी सः किमर्थं तथा पृष्टवान्? आश्चर्यचकित. अनन्तरं पिता आं पाठयामि. पुत्री फादर् अहं अपि पाठयामि. ताता अहम् एव न भगिनि, अहमेव, अहमपि पाठयतु. ओके सारि पुत्री ताता माम् अपि पाठयतु. अत्र पश्यतु तात इति पदं पर्यायवाचकपदं, पिता तात इत्युक्ते पिता एव. तात संस्कृतभाषायां तात इत्युक्ते पिता. माम् अपि पाठयतु, तदा माम् अपि पुत्री वदति, पुत्री वदति मामपि पाठयतु तात इति वदति. पिता अस्तु, भवतीमपि पाठयामि. पुत्रः कदा पाठयति? पिता इदानीं भवान् भवन्तं पाठयामि. पुत्रः इदानीं भवन्तं पाठयामि. पुत्रः अनुजा कदा पाठयति? अनुजायाः कदा पाठयति? न भगिनि, न न न न न सारि भगिनि, अनुज अग्रजा अस्ति चेत् अग्रजस्य अग्रजां न न अनुजाम् अनुजां कदा पाठयति? उत्तमं. पिता सा तां सायङ्काले पाठयामि. तां वदतु कं पाठं पाठयामि? पाठयामि. अत्र पश्यति वा कः पाठः, कः पाठः इति दत्तमस्ति. तत्र तयोः द्वितीयविभक्त्यन्तरूपं कं पाठं पाठयामि इति पिता पृच्छति. पुत्र एषः पाठः पाठयतु. एषः एतं पाठः पाठं एतं पाठं पाठयतु. उत्तमं. पिता सर्वे पाठाः पाठयामि. सर्वे सर्वे सर्वान् पाठान् सर्वान् पाठान् पाठयामि. उत्तमं, तावदेव. अधुना अधोभागे कोष्टके कानिचन पदानि सन्ति, भवती एव पठतु. तं तां तां ओके तं तां तत् भवन्तम् एतत् एताम् एतत् भवतीं कं कां किं मां. प्रथमविभक्त्यन्तरूपाणि वदतु. तं सः सः तां सा तत् तत् सः सा तत् तदेव. भवन्तं भवन्तं भवतः एतं भगिनि अत्र भवन्तम् इति पदस्य प्रथमाविभक्त्यन्तरूपं किम्? प्रथमाविभक्ति भवान् भवान् भवान् भवन्तं भवान् भवन्तम् अनन्तरम् एतं एषः. उत्तमम्. एताम् एषाः एषा तत्र विसर्ग एषा एषा सारि विसर्गः नास्ति एषा. एतत् एतत् एव यथा तत् भवतीं भवती भवती उत्तमं भवती दीर्घ ईकारं कं कः कां का किं किमेव उत्तमम् अहम् उत्तमं धन्यवादः धन्यवादः. अधुना अहम् एकम् अन्तिमं प्रश्नं पृच्छामि. अत्र अत्रे महोदय भवान् वदति वा एकवारम्. अत्र भवान् भवन्तः सर्वे जानन्ति एव शुक्लाम्बरधरं विष्णु इति श्लोकम् अस्ति. तस्मिन् श्लोके क्रियापदं किम् अपि च कर्मपदानि कानि? भगिनी क्षन्तव्य, अहं भोजनं कुर्वन् अस्मि. क्षम्यतां महोदय. अस्तु, अत्र अहं कः वदति अत्र भूमा भगिनी भवती वक्तुं शक्नोति वा? शुक्लाम्बरं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् ध्यायेत् कर्मपदं ध्यायेत् सर्वविघ्नोपशान्तये तत्पदं किं विशेषणम् अस्ति शुक्लाम्बरधरं विष्णुं ध्यायेत् विष्णुं ध्यायेत् अत्र कर्मपदानि कानि ध्यायेत् न क्रियापदं ध्यायेत् क्रियापदं क्रियापदं ध्यायेत् परन्तु कर्मपदानि कानि कर्मपदानि विष्णुः अपि च विष्णुम् अपि च शुक्लाम्बरधरं शशिवर्णं चतुर्भुजं विष्णु शब्दस्य विशेषणानि उत्तमं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनम् एतानि पञ्चपदानि कर्मपदानि इत्युक्ते कर्मपदं विष्णुः एव परन्तु अत्र एतानि विशेषणानि एतानि पञ्चपदानि द्वितीयाविभक्त्यन्तरूपाणि ध्यायेत् इति एव क्रियापदं परन्तु अत्र किमर्थं ध्यायेत् सर्वविघ्नोपशान्तये उपशान्तये शान्तये इत्युक्ते चतुर्थी विभक्ति शान्तिः इति पदस्य चतुर्थीरूपं शान्तये सर्वविघ्नोपशान्तये ध्यायेत् कं ध्यायेत् विष्णुं ध्यायेत् अपि च तथा एव वसुदेवसुतं देवो वदतु तस्मिन् श्लोके क्रियापदं किं कर्मपदानि कानि वसुदेवसुतं देवं कंसचाणोरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरु उत्तमम् अत्र तत्र वन्दे इति पदं क्रियापदम् अन्यानि पदानि अन्यानि पदानि सर्वाणि अपि द्वितीयाविभक्तौ एव सन्ति तथा एव भवन्तः जानन्ति एव शान्ताकारं वदतु शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं योगिहृद्यानगम्यं वन्दे विष्णुं भवभयहरं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं सर्वलोकैकनाथम् उत्तमं तत्रापि वन्दे इति पदम् आत्मनेपदी तत्र क्रियापदं वन्दे अन्यानि सर्वाणि पदानि द्वितीयाविभक्त्यन्तरूपाणि एकमेव पदं कर्तृ कर्मपदमस्ति अन्यानि पदानि तस्य विशेषणानि विष्णुं वन्दे एव वाक्यं तत्र वाक्यमस्ति विष्णुं वन्दे यथा वयं जानीमः मातरं वन्दे मातरं वयं जानीमः तथा एव अस्मिन् श्लोके विष्णुं वन्दे कीदृशं विष्णुं वन्दे कीदृशं विष्णुः कीदृशः शान्ताकारं शान्ताकारं विष्णुं वन्दे भुजगशयनं विष्णुं वन्दे तथा एव एतानि पद्मनाभं वन्दे जगद् विश्वाधारं वन्दे गगनसदृशं वन्दे देवकी परमानन्दं वन्दे अथवा लक्ष्मीकान्तं वन्दे योगिहृद्यानगम्यं वन्दे भवभयहरं वन्दे सर्वलोकैकनाथम् इत्युक्ते एतानि पदानि विशेषणानि तथा एव वयम् अन्यं श्लोकं जानीमः मोकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत् कृपातमहं वन्दे परमानन्दमाधवं तस्मिन् श्लोके अपि तत्र द्वितीयाविभक्त्यन्तरूपाणि सन्ति मोकं करोति वाचालम् इत्युक्ते भगवान् मोकं वाचालं करोति उत्तमं भगिनी एकः वदतु भगिनि अत्र चा उपयोगं किं न आवश्यकम् अस्ति उत्तमः प्रश्नः आवश्यकः नास्ति सम्यक् प्रश्नः परन्तु एकमेव तत्र पदमस्ति, परन्तु अन्यानि विशेषणानि, तदेव अहं जानामि. अनन्तरं समयः जातः, परन्तु सर्वे चिन्तयन्तु, अहम् एकं प्रहेलिकां ददामि, आगामिसप्ताहे उत्तरं वदन्तु. प्रहेलिका अस्ति, कुलालस्य गृहे, कुलालस्य गृहेस्त्यर्थं तदर्थं हस्तिनापुरे लङ्कायां तत् युग्मं च यो जानाति स पण्डितः. पुनः वदामि, कुलालस्य गृहे अस्ति अर्धम्. कुलालः इत्युक्ते कुम्भकारः, कुम्भकारस्य गृहे अर्धभागमस्ति. तदर्थं हस्तिनापुरे, अन्यत् अर्धभागं भागः हस्तिनापुरे अस्ति, परन्तु लङ्कायां तत् युग्मं च. पदद्वयमपि लङ्कायां, लङ्कायाम् अस्ति. यो जानाति स पण्डितः, एतस्य उत्तरं यः जानाति सः पण्डितः. वदामि वा भगिनि? उत्तरं वदामि अत्र, केवलं आस्वादार्थं वदामि, कुम्भकर्णः. कुम्भकर्णः इत्युक्ते कुलालस्य गृहे अर्धभागमस्ति, अपि च हस्तिनापुरे अर्धभागं, लङ्कायां तत् युग्मं च. सम्यक्, योजानाति स पण्डितः. उत्तमम्. आगामिसप्ताहे मिलामः. धन्यवादः. धन्यवादः भगिनि. एकनिमिषः, प्रहेलिका.